पद्मपुराणं खण्डं 7 क्रियाखण्डम् अध्यायं 19 व्यास उवाच नारायणप्रपन्नाये नरा भक्तिसमन्विताः कदा चिदशुभं तेषां विद्यतेन द्विजोत्तम पुनरेव प्रवक्ष्यामि माहात्म्यं कमलापदेहे यच्छ्रुत्वा मानवा सर्वे लभन्ते परमं पदं वासुदेवस्य माहात्म्यं श्रुत्वा तृप्यन्ति वैष्णवाः पाखण्डा न हि तृप्यन्ति नरके क्लेशभागिनः पाखण्डानां समीपे तु विष्णुमाहात्म्यमुत्तमं न वक्तव्यं द्विजश्रेष्ठ वक्तव्यं वैष्णवाग्रदः पूर्वं त्रेतायुगे विप्र ऊर्वीशुर्नाम जैमिने आसीत् पापरदो नित्यं धर्मनिन्दापरायणः ब्रह्मस्वहारी विप्रेन्द्र परस्त्रीगमनोद्यतः गोमांसाशी सुरापी च वेश्या विभ्रमलोलुपः शरणागतहन्ता च परनिन्दाकरः सदा विश्वासखादिमित्रघ्नो ज्ञातिपीडाकरस्तथा असध्यभाषी क्रूरश्च पाखण्डजनसङ्गभाक वृत्तिच्छेदि द्विजातीनां न्यासापहारकस्तथा तादृशं तं समालोक्य दुष्टं पापपरायणम् आजग्मोर्ज्ञादय सर्वे क्रुद्धास्तस्य निजं गृहं ज्ञादय ऊचुः प्रतिष्ठोपार्जिता पूर्वैरस्माकं विमले कुले सा प्रतिष्ठा त्वया मूढ विनाश्यं प्रदिनीयते धर्ममार्गं परित्यज्य कुरुषे पादकं सदा मध्वंसकीर्तिहननं जातोऽसि ज्ञादिदुःखदः अधिविस्मयदा सृष्टिर्विद्धा दुर्मन्यदे त्वयि यस्मिन् सिन्धौ शशिजातस्तत्र क्ष्वेडोद्भवोऽपि च अहो शक्रिकुपुत्राणां सङ्ख्यातुं न च शक्यते अनेकैः पुरुषैः कीर्तिं सञ्चितां सन्ति तत्क्षणाद् जादे पुत्रोत्तमे वंशश्रेष्ठ स्यादधमोऽपि च पुत्रेधमे दुःश्रेष्ठोऽपि वंशो गच्छति हीनतां व्यास उवाच इत्युक्त्वा ज्ञादयस्ते च तं सर्वे पापिनां वरम् अपकीर्तिभयात् क्रुद्धास्तत्यजुः सहसा द्विजा ज्ञादिभिः स परित्यक्तो जनैः सर्वैश्च धिक्कृतः प्रपेदे दस्युदां दुःखी विभ्रष्टाखिल वैभवः तं दस्यु कर्म कुर्वन्तं निर्दयं परहिंसकं धृत्वा जनपदा सर्वे भूपालाय न्यवेदयन् तेन भूमिभुजा तस्य पितृस्नेहाद्विजोत्तम न हतोऽसौ दुराचारो निज देशाद्वहिष्कृतः ततोऽसौ वनमाश्रित्य तस्युभिः सह निर्दयः पान्थस्व हरणार्थाय तस्थौ बहुभिरुद्धतैः कदाचित्तडिनीतीरं तस्युभिः सह जैमिने वनपर्यटने श्रान्तो जगाम स्नानहेतवे तस्यां तडिन्यां भगवत्परिचर्यापरायणान् असौ ददर्श दुष्टात्मा ब्राह्मणा कृतिनो बहून् अथ ते ब्राह्मणा सर्वे समाराध्य जनार्दनम् अन्योन्यं कथयामासुर्विहिता अधिकौतुकाद अद्य चम्पकपुष्पाणि मया त्यक्तानि तानि वै कश्चिद्वदति ताम्बूलं मया दत्तं मुरारये न खादितव्यं ताम्बूलं कदाचिदपि जन्मनि मयाद्य हरये दत्तं कदलीफलमुत्तमं जन्म जन्मानि च मया भक्ष्यं च कदलीफलं कोऽपि वक्त्रि मया दत्तं हरये दाडिमीफलं कोऽपि वक्त्रि मया दत्तं रसालफलमुत्तमम् अन्योन्यमेतद्वददां तेषां श्रुत्वा वचासि च उर्वीषुश्चिन्तयामास किं प्रदास्यामि विष्णवे संसारे यानि वस्तूनि भक्ष्याणि सन्ति तान्यहं न हि शक्नोमि संत्यक्तुं किं दास्यामि मुरारये नित्यं वनान्तरस्थोऽहं चौरो राज भयाकुलः शकडारोहणे नास्ति ह्यधिकारः कदापि मे व्यास उवाच युत्युक्त्वा दस्युनाथेन भूयो भूयो द्विजोत्तम शकडं हरये दत्तं चतुर्वर्गप्रदायिने अथ ते ब्राह्मणा सर्वे जग्मुर्विप्र यथा गताः सोऽपि दस्युर्दस्युभिश्च जगाम निजमाश्रयं यकदा गुडकण्डोलं तेनैव खलु वर्त्मना गृहीत्वा पथिक कश्चित् काकीमण्डलमागतः ततोऽसौ सहसा दस्युर्निर्भय परहिंसकः जहार गुडकण्डोलमध्वनीनस्य तस्य च अथ ते दस्यवश्चक्रु गुडकण्डोलभञ्जनम् उर्वीषुश्चापदद्भागे शकडं गुडनिर्मिदम् उर्वीषुशकडं गौडं समासाद्य द्विजोत्तम मनसा चिन्तयामास वचस्मरणपूर्वकम् अनो मया पुरा दत्तं स्वयमेव मुरारये तस्मादनो न मे ग्राह्यं कदाचिदिहि जन्मनि विचिन्त्येति हृदा दातुं तदनो गुडनिर्मिदं दत्तं विप्राय कस्मैचिन्माधवप्रीतिहेतवे तां भक्तिं तस्य विज्ञाय महापादगिनो द्विज जहार सकलं पापं सद्यः प्रीतो जनार्दनः तस्मिन्नेव दिने विप्रप्रविश्य च महावनम् हतपौरजनाः सर्वैरथक्रुद्धैः स उर्विशुः भगवानथ तं नेतुं विमानं स्वर्णनिर्मिदं दूतांश्च प्रेक्षयामास नानाभरणभूषितान् अधधे भगवद्दूतास्तमुर्विशुं गदैनस्सं समारोप्य विमानेदं सद्यो जग्मुपुरं हरेः तदौ सौ हरिसान्निध्यं प्राप्य पुण्यात्मनां वरः पुनर्मन्वन्तरशतं स्थित्वा केशवसन्निधिं परमं ज्ञानमासाद्य सविवेशतनुं हरेः व्यास उवाच येन केनाप्युपायेन हरिभक्तिकरो नरः संसारजलधेः पारं राजहंस इव व्रजन् क्षणमेव हरेर्भक्तिर्वर्तते यस्य चेदसि तत्पदं परमं व्याधि स पापात्मापि गच्छति एकमप्युत्तमं वस्तु दत्त्वा सौ तन्मुरारये स्वयमेव हि भोक्तव्यं पश्चात् पापोपशान्तये यद्वस्तु हरये दत्तं तच्च दद्याद्विजादये किञ्चिच्छेषं न भोक्तव्यं तस्यावश्यं स्वयं बुधैः वस्तूनि ब्राह्मणश्रेष्ठमिष्टानि यानि कानि च अदत्वा विष्णवे तानि न भोक्तव्यानि वैष्णवैः विष्णु नैवेद्यमाहात्म्यं सर्वपापप्रणाशनं सेदिहासं पुनर्वच्मि शृणु विप्रसमाहितः आसीत् सर्वजनिर्नाम ब्राह्मणः शुद्धवंशजः शान्तो दान्तो दयायुक्तो गुरुब्राह्मणपूजकः हरे पूजापरश्चैव हरिस्मरणतत्परः प्रपन्नक्लेशविध्वंसी सत्यवादी जितेन्द्रियः प्रादश्नायीनिजाचारग्राही हिंसा विवर्जितः एकादशी व्रतरतो ज्ञादिपूजापरायणः कदाचित्सद्विजश्रेष्ठस्वप्ने पश्यच्च केशवं श्यामं विरजपद्माक्षं स्मेरास्यं पीतवाससं स्वर्णकुण्डलमञ्जीर किरीडोज्ज्वलविग्रहं कौस्तुभोद्भासितोरस्कं वनमालाविभूषितं चतुर्बाहुं शङ्खचक्रगदा पद्मधरं प्रभुं समस्तैर्लक्षणैर्युक्तं स्वर्णयज्ञोपवीतिनं सम्प्राप्य दर्शनं स्वप्ने स विप्रो जगदीपदेः हृदाञ्जलितमस्तौषिद्रोमाञ्जिततनुर्मुदा तुभ्यं नमोऽस्तु जगदः सकलस्य भर्त्रे सल्लोकशोकभयरोगविनाशनाय नारायणाय कमलाहृदयप्रियाय धर्मार्थकामपरमामृतदाय तुभ्यं पापानि चैव सकलानि मया कृतानि मत्तेन मोहवशगेन सदा मुरारे तस्माद्बिभेमि जगदम्बुनिधेर्गभीरान् मामुद्धरस्व निजभक्तितरीं प्रदाय जानामि यद्यपि हरे दुरिदं मनुष्यो व्यामोहमाशु च लभे भुवि कैडभारे पापं तथापि जमुदा सततं करोमि तस्मान्न कोऽप्यहमिवास्ति जनो विमूढः पुण्यद्रुमत्सुखबलं सहसैव दत्ते किं वेत्मि नेदि नृहरे कृतपादकोऽहं पुष्पद्रुमार्पणविधौ न ममास्ति वित्तं नाथप्रसीद भगवन् किमहं करोमि त्वत्पादपद्मयुगलं परमामृतस्य स्थानं विहाय मम चित्तमधुव्रतोऽयं नारीमुखं व्रजति देव मृदिप्रदं यश्लेष्म प्रकीर्णमनिशं कमलभ्रमेण पाणिप्रधानरहितो नृतभाषिवक्त्रं कर्णौ च पापश्रवणाय सदैव दक्षौ दोषानि मान् मम हरे हर सेवकस्य यस्मानुनाथ शरणागतदोषहन्ता संसारघोरजलधौ नृहरे कदाचित् त्वद्भक्तिनौरिह मया सुदृढा च लब्धा तत्रापि दैववशगोहमहो दुरात्मा वर्त्यदयेव सततं मम दुःखकालः संसारपारगमनाय लसत् पथोऽस्ति किं सर्वदुःखरहितसदयः प्रपन्नः अन्धीकृतस्य मम मोह महत्तमिस्रैर्दृष्टिस्त्वयीहन कदापि च यादि विष्णो पापात्मनोऽपि मम चित्तमिदं मुरारे नष्टं विनष्ट जनकष्टविनष्टिकादि यस्त्वां समस्तसुरवन्दितपादपद्म स्वप्नेऽपि केशिमथनाद्य विभो समीक्षे व्यास उवाच इति तेन स्तुतो देवो भगवान् कमलापतिः उवाच वाक्यं वाक्यज्ञसंसारार्णवतारकः श्रीभगवानुवाच भक्तिभिस्तव विप्रेन्द्र तुष्टोऽहं नित्यमेव च तस्मात्तवाचिरेणैव सर्वं भद्रं भविष्यति पापिनोऽपि तवोद्धारो मया पूर्वं कृतो द्विज अधुना मम भक्तोऽसि न विपत्तिर्भविष्यति ब्राह्मण उवाच कोऽहं तस्थौ पुरा विष्णो किं वा पापं मया कृतं पापिनोऽपि ममोद्धारः कथं पूर्वं त्वया कृतः संसारेऽस्मिन् कथं जातो जनितोऽहं कथं त्वया यदत् सर्वं विभो ब्रूहि यतस्त्वं सदयः सदा श्रीभगवानुवाच अप्रकाश्यमिदं गुह्यं यद्यपि द्विजसत्तम तथापि तव वात्सल्यान् निगदामि निशामय पुरा त्वं ब्राह्मणश्रेष्ठ पक्षि वंशसमुद्भवः भूतोऽसि भूमिभागेषु निजकर्म विपाकदः क्षुधया तृषया वापि सततं व्याकुलो भवान् बभ्रामभक्षयन् कीडान् निर्जरोष्णोदकं तथा नानादुःखं सदा भुञ्जन् पक्षियोनौ समुद्भवः चतुर्वर्षसहस्राणि स्थितोऽसि त्वं पुराक्षिदौ एकदा कुलभद्राख्यो ब्राह्मणः सर्वतत्त्वविद पूजयामास मां भक्त्या नैवेद्याद्यैर्नदीतटे समभ्यर्च्य स विप्रेन्द्रो मम नैवेद्यतण्डुलं ययौ तत्रैव निक्षिप्य भूय एव निजं गृहं ततो वृक्षात् समागत्य क्षुधिना पक्षिणा त्वया मम नैवेद्यसम्बन्धिभक्षितं सर्वतन्तुलं भुक्त्वैव सद्यो मुक्तोऽसि पादकैरदिदाजुनैः कदाचित् प्राप्तकालस्त्वं कालधर्मगतो द्विज त्वामानेदु मया दूता प्रेषिताः सर्वथा निजाः ततो रथे समारोप्य भवन्तं नष्टकल्मषं सद्यो दूतगणाः सर्वे समायादाः परं पदं युगकोटिसहस्राणि स्थितोऽसि मम सन्निधौ भुञ्जन् सुखानि सर्वाणि दुर्लभानि सुरैरपि ततो यतोऽसि विप्रेन्द्र विशुद्धे ब्राह्मणान्वये तत्रापि मयि भक्तिस्ते जातादि सुदृढा पुनः क्रियायोगेन मां नित्यं समाराध्य द्विजोत्तम आयुषोन्दे मत्प्रसादान् मामकं पदमाप्स्यसि यदा तुष्टोऽस्म्यहं विप्र सपापात्मापि मुक्तिभाक् कदाचिद्यस्य रुष्टोऽस्मि पुण्यात्मापि च पापभाक् तस्माद्ब्राह्मणभद्रं ते भक्तोऽसि मम सुव्रत दास्यामि ते परं स्थानं यदलभ्यं सुरैरपि ब्राह्मण उवाच त्वत्प्रसादाच्छ्रुतं नाथ पूर्ववृत्तान्तमात्मनः इदानीं श्रोतुमिच्छामि यत्किञ्चित् ब्रूहि तत्प्रभो कस्य तुष्टोऽसि देवेन्द्र कस्य रुष्टोऽसि वा प्रभो महत्या कृपया सर्वमेदन्मे वक्तुमर्हसि श्रीभगवानुवाच कर्मणा येन विप्रेन्द्र तुष्टिर्मे हृदि जायते क्रोधश्च तत्समस्तं च कथयामि समासदः यो दयाह्वान् द्विजश्रेष्ठ सर्वभूतेषु सर्वदा अहङ्कारविहीनश्च तस्य तुष्टोऽस्म्यहं सदा कर्म कुर्यान्मदर्थं यो धर्मभक्तिसमन्वितः ब्रूदे मदर्थं यः शान्तं तस्य तुष्टोऽस्म्यहं सदा मिष्टं वस्तु समासाद्य दत्त्वा मे यश्च मानवः मानापमाने सदृशस्तस्य तुष्टोऽस्म्यहं सदा सर्वभूतशरीरस्थं यो मां जानाति मानवः परहिंसाविहीनो यस्तस्य तुष्टोऽस्म्यहं सदा कर्माणि कुरुते यस्तु सुविचार्य पुनः पुनः गोब्राह्मणहितैषीयस्तस्य तुष्टोऽस्म्यहं सदा स्वयं निरुक्तं वचनं यत्नाद्य परिपालयेत् प्रपन्नं याति यत्नाद्यस्तस्य तुष्टोऽस्म्यहं सदा ददात्यनुपकारिभ्यो दानानि द्विजसत्तम मयि चित्तं सदा यस्य तस्य तुष्टोऽस्म्यहं सदा कर्मणा येन तुष्टोऽस्मि निरुक्तं तत्समासदः रुष्टोऽस्मि कर्मणा येन विप्रवच्मि शृणुष्वतं परहिंसारदो यस्तु निर्दयः सर्वजन्तुषु अहं युः सर्वदा क्रुद्धः समां नयदि शत्रुताम् असत्यभाषी क्रूरश्च परनिन्दापरस्तु यः कविवर्तनविध्वंसी समां नयदि शत्रुताम् अदृष्टदोषौ पितरौ स्त्रीभ्रातृभगिनी तथा मोहात्यजदि यो मूढः समां नयदि शत्रुतां पितृभिर्भर्सनं यस्तु कुरुते मूढधीर्नरः गुर्ववत्न्याकरो विप्र समां नयदि शत्रुतां आरामश्चेदिनो ये च जलाशयविलायिनः ग्रामनाशकराये च ते मां नयन्ति शत्रुतां परस्त्रियं समालोक्य विषादं यान्ति ये जनाः शृण्वन्ति पापचर्चां च तेषां रुष्टोऽस्म्यहं सदा द्विषन्ति नाथं ये मूढा अनाथस्वं हरन्ति ये विश्वासखादिनो ये च तेषां रुष्टोऽस्म्यहं सदा ये च गोवीर्यहं तारो वृषलीपदयश्च ये अश्वत्थखादिनो ये च तेषां रुष्टोऽस्म्यहं सदा ब्रह्मविष्णुमहेशानां मध्ये ये भेदकारिणः परदारादिरक्ता ये तेषां रुष्टोऽस्म्यहं सदा एकादश्यां भुञ्चते ये लोभात् पापधियो नराः वेदनिन्दाकराये च तेषां रुष्टोऽस्म्यहं सदा पापबुद्धिरदाये च मित्रद्रोहरतास्तथा धात्रीतरुं च ये घ्नन्ति तेषां रुष्टोऽस्म्यहं सदा दिवसे मैथुनं ये च कुर्वन्ति काममोहिताः रजस्वलास्त्रियां चैव तेषां रुष्टोऽस्म्यहं सदा ये चादृष्टार्तवां नारीं मोहाद्गच्छन्ति सत्तम प्रतस्तां च सदा जाल्मास्ते मां नयन्ति शत्रुताम् अमावास्यातिथौ ये च कुर्वन्ते निशि भोजनम् भोजनाद्वयमेवार्के तेषां रुष्टोऽस्म्यहं सदा आमिषमैथुनं तैलममावास्यादिने द्विजाः न ये त्यजन्ति विप्रेन्द्र तेषां रुष्टोऽस्म्यहं सदा बहुनात्र किमुक्तेन सङ्क्षेपाते वदाम्यहम् निन्दन्ति वैष्णवान्ये च तेषां रुष्टोऽस्म्यहं सदा व्यास उवाच इत्युक्त्वा भगवान् विष्णोरदृश्य सहसाभवद स च विप्रसमुत्तस्थौ त्यक्तनिद्रस्तुमञ्चतः केशवोक्तेन वाक्येन स विप्रो हरिभक्तिकृद सन्त्यज्य सकलं कार्यं क्रियायोगरदो भवद नारायणस्य नैवेद्यं भुञ्जतोऽपि फलं त्विदं हरिपूजा कृतां पुंसां न जाने किं भवेदिति समासेन ब्रवीमि त्वां शृणु सत्तमजैमिने सकृत्कृत्वा हरे पूजां प्राप्यते परमं पदम् मानुष्यं दुर्लभं लोके पूजा तत्रापि चक्रिणः भक्तिस्तत्रापि विप्रेन्द्र दुर्लभा परिकीर्तिता संसाराब्धिं सर्वदुःखप्रपूर्णं तर्तुं वाञ्छा यस्य चित्तेऽस्ति पुंसः भक्त्या नित्यं वासुदेवस्य पूजां कुर्यादाय कर्मणां सोऽखिलानाम् इति श्रीपद्मपुराणे क्रियायोगसारे एकोनविंशतितमोऽध्यायः ओम्।